ॐ सरस्वती महाभागे विद्ये कमललोचने विश्वरूपे विशालाक्षे विद्यां देवी नमोऽस्तुते। येनाक्षरसमाम्नायमधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्। हरिः ओम् श्रीगुरुभ्यो नमः। सर्वेभ्यः नमस्कारः। पाणिनिव्याकरणवर्गे सर्वेषां स्वागतम्। अस्माकं विषयः अस्ति आर्धधातु कृत् प्रत्ययः अपि तत्र सार्वधातुक् अपि च आर्धधातुक्। इदानीम् आर्धधातुक् ये कृत् प्रत्ययाः सन्ति तत्र ये आर्धधातुक् कृत् प्रत्ययाः तेषां विषये यद्यपि गणचिन्तनं न भवति परन्तु तत्र इडागमस्य विचारः इट् आगमस्य कार्यम् आवश्यकम् अस्ति। किमर्थं चेत् तत्र सूत्रम् अस्ति आर्धधातुकस्य इट् वलादेः। सो आर्धधातुकस्य प्रत्ययस्य तत्र इडागमः भवति यद्य सः आर्धधातुक् प्रत्ययः वलादि अस्ति। चिन्तयामि एतत् पठितं पूर्वस्मिन् वर्गे। अनन्तरं तत्र एतस्य सूत्रस्य तत्र निषेधकसूत्रम् अस्ति इत्युक्ते कार्यस्य निषेधः यत्र भवति तत् निषेधकसूत्रमस्ति न इट् वशीकृति। सो आर्धधातुप्रत्ययः यः वशादि अस्ति अपि च यः कृत् संज्ञक अस्ति तत्र कृत् भिन्न अपि तत्र केचन आर्धधातुप्रत्ययाः सन्ति यथा शतासि लृ लुटो इति सूत्रेण यदा तत्र स्य अपि च तास् प्रत्ययस्य विधिः भवति ते प्रत्ययाः प्रत्ययद्वयं प्रत्ययौ तत्र धातोः विधीयते अतः तेष तयोः कृते अपि आर्धधातुक् नो चेत् सार्वधातुक् इति संज्ञा अस्ति। सो स्य अपि च तास् अशित् प्रत्ययः अतः तत्र आर्धधातुक् संज्ञा भवति परन्तु तेषां कृते कृत् इति संज्ञा नास्ति। ते कृत् संज्ञकाः न सन्ति। तथैव ये सनादिप्रत्ययेषु ये प्रत्ययाः धातोः विधीयन्ते तेषां विषये अपि आर्धधातुक् सार्वधातुक् इति संज्ञा भवति। सो नीच् प्रत्ययः ते अपि अकृत् तेषां कृते अपि कृत् संज्ञा नास्ति। सो तत्र आर्धधातुकप्रत्ययेषु ये कृत् संज्ञक् प्रत्ययाः येषां कृते आर्धधातुकसंज्ञा अस्ति कृत् संज्ञा अस्ति ते प्रत्ययाः यदि वशादि सन्ति चेत् वश् प्रत्याहारस्य कोऽपि वर्णः तेषाम् आदौ अस्ति चेत् तत्र इडागमस्य तत्र निषेधः अनेन सूत्रेण भवति नेड् वशीकृति न इट् वशीकृति। अत्र कृति इति पदं साक्षात् सूत्रे एव दत्तमस्ति अतः यः आर्धधातु कृत् संज्ञक् प्रत्ययः वशादि अपि अस्ति तत्र इडागमस्य निषेधः अनेन सूत्रेण कृतमस्ति। इडागमस्य निषेधः यद्यपि इडागमः आर्धधातुप्रत्ययस्य भवति प्रत्ययस्य इडागमः अस्ति आर्धधातुप्रक्रियायां तथापि तत्र धातु आधारीकृत्य अपि एकम् अन्यत् निषेधकसूत्रम् अस्ति। अत्र तु तत् सूत्रं न दत्तं परन्तु अस्माभिः पठितं तत् सूत्रमस्ति एकाचु सूत्रमस्ति एकाच उपदेशे अनुदातात्। सो यदि धातोः एकाच् अस्ति अपि च तस्मिन् यः एकम् अच्वर्णः तत्र अवशिष्ट अच्वर्णः अस्ति धातौ यदि सः अनुदात् अस्ति चेत् तत्रापि इडागमस्य नेड् इति पदद्वयस्य तत्रापि अनुवृत्तिः भवति। सो एकाच उपदेशे अनुदातात् न इट् तादृशधातोः अनन्तरम् अनुदातात् इति पञ्चमी अस्ति तत्र तादृश अनुदातात् अनुदात् वर्णः यस्मिन् धातौ अवशिष्ट स्वरः अस्ति तस्मात् अनन्तरं तत्र तत्रापि न इट् भवति। सो इडागमस्य निषेधः तत्रापि भवति। वयं जानीमः तत्र इडागमः तदा एव भवति यदा धातोः अपि इडनुकूलः अस्ति, प्रत्ययः अपि इडनुकूलः अस्ति. अतः तत्र यदा वयं धातुपाठे पश्यामः तत्र एतत् महत्त्वपूर्णबिन्दुः अस्ति, धातुः सेट् वा अन्यट् वा. सो धातु सेट् अस्ति चेत्, सेट् इत्युक्ते तत्र इडागमस्य कृते कोऽपि निषेधः नास्ति, अतः तत्र इडागमः भवति. धातु अन्यट् अस्ति चेत् इत्युक्ते धातोः परे यदि कोऽपि आर्धधातुप्रत्ययः अस्ति चेत् सः धातोः तत् आर्धधातुप्रत्ययस्य इडागमस्य कोऽपि निषेधः तु न करोति. यदि करोति चेत् धातु अन्यट् भवति. सो धातो यथा वयं तत्र धातुविषये पदव्यवस्थाविषये धातु परस्मैपदी वा आत्मनेपदी वा उभयपदी वा इति तत्र चिन्तनं कुर्मः, तथैव तत्र धातुविषये सकर्मक वा अकर्मक वा अर्धिकर्मक वा अण्ड् अनन्तरं तत्र धातोः सेट् वा अनिट् वा इति अपि वयं तत्र पश्यामः. तेन किं भवति, यदि अर्धधातुक् वलादि अर्धधातुप्रत्ययः अस्ति चेत् धातु आधारीकृत्य तत्र इडागमस्य कोऽपि निषेधः तु नास्ति इति अपि वयम् अवगन्तुं शक्यते. अतः यदा तत्र धातु नयामः एतादृशः तत्र सूचना अस्माभिः अवश्य तत्र ज्ञातव्यं चेत् तत्र प्रक्रिया वयं तत्र सुलभतया तत्र पदनिर्माणं कर्तुं शक्यते. अतः धातु आधारीकृत्य अपि अर्धधातु वलादि प्रत्ययस्य इडागमः कुत्रचित् निषिध्यते यदि धातोः अनुदात् अस्ति एकाच् अस्ति. इत्युक्ते एकाच् उपदेशे अनुदात्तात् इति सूत्रेण एकाच् उक्तम् अस्ति. अतः ये अनेकाच् धातवः यथा ये आतिदेशिकधातवः ते प्रायशः नीच् प्रत्ययस्य योजनेन तत्र अनेकाच् भवन्ति, अतः तत्र कोऽपि इडागमस्य निषेधः नास्ति. बिकास् इडागमस्य निषेधः तु एकाच् धातुविषये एव उक्तमस्ति सूत्रम् एकाच् उपदेशे अनुदात्तात्. सो नेड् वशीकृति इति निषेधकसूत्रं कार्यस्य निषेधः करोति, इडागमस्य निषेधः करोति, परन्तु कृत् प्रत्ययस्य विषये कृत् आर्धधातु कृत् विषये एव अपि च सः कृत् यदि वशादि अस्ति. सारांशं पठित्वा समापयामः. चेतना भगिनी अत्र पठतु भगिनी. सूत्रद्वयस्य विषये कोऽपि प्रश्नः अस्ति वा, नेड् वशीकृति अपि च आर्धधातु सेड् वलादेः? अस्तु अत्र पठतु सारांशः एवं यत् सारांशः एवं यत् आर्धधातुककृत् प्रत्ययस्य आदौ वर्गीयव्यञ्जनानां प्रथमः द्वितीयः सदस्यः ष ष स ह च इत्येषु अन्यतमः चेत् सः प्रत्ययः इडनुकूलः भवति. धातुः अपि सेत् चेत् सामान्यतया इडागमो भविष्यति. एतत् सारांशः अस्ति. आर्धधातुकः कृत् प्रत्ययः अस्ति, अपि च आदौ प्रथमद्वितीयः वल्प्रत्याहारे के वर्णाः सन्ति भगिनि? अन्तस्थाः अह य विहाय अन्तस्थाः, अपि च य विहाय सर्वाणि हल् वल् अस्ति न भगिनि? सर्वे आमां पर्यन्तम् इत्युक्ते हल् पर्यन्तं वल् यथा हल् अस्ति तथैव वल् अस्ति. सो यकारं विहाय सर्वाणि व्यञ्जनानि. सो अत्र केवलं लिखितं प्रथमः द्वितीयः अपि च षष्ठः. बिकास् तत्र कृत् प्रत्ययेषु वशादि अस्ति चेत् तत्र इडागमस्य निषेधः अस्ति. सो वश् प्रत्याहारे वश् प्रत्याहारे तृतीय चतुर्थ पञ्चम सदसः अपि च वकार रेफ लकार च अन्तस्थाः अपि यकारं विहाय अन्तस्थाः अपि सन्ति अतः 3-4 अपि च अन्तस्था विहाय किम् अस्ति प्रथम द्वितीय अपि च शशस अतः अत्र लिखितं बिकास् प्रत्यय यदि कोऽपि वश् प्रत्याहारस्य वर्णः आदौ अस्ति चेत् तत्र नेड्वशीकृति इति सूत्रेण निषेधः भवति अतः किम् अवशिष्टम् इदानीम् अवशिष्टम् अस्ति प्रथमद्वितीयः कख च छ तथ पफ अपि च टठ अपि च शशसः उष्माणः सो यदि अतः तत्र प्रत्ययेषु तु वयं तत्र किं प्रायशः किं पश्यामः तकारादिप्रत्ययाः आर्धधातु सन्ति अपि च सकारादि तत्र केचन प्रत्ययाः अपि सन्ति तादृशप्रत्ययः परे अस्ति चेत् तत्र अवश्यम् इडागमस्य विचारः अस्माभिः सामान्यतया तु करणीयमेव अग्रे अपि पठतु यथा नूल् अनिट् त्रिच् सीट् नूल् धातोः परे चेत् इडागमः न कदापि भवति त्रिच् सेट् अस्ति अतः धातुः अपि सेट् चेत् इडागमः सम्भवति भवति इति सामान्यनियमः परन्तु केचन अपवादाः सन्ति नूल् प्रत्यये नकारस्य इत् भवति अतः आदौ वकारः अस्ति इडागमस्य विचारः प्रत्यये यदि कोऽपि प्रत्यादेशः अस्ति आदेशस्य अनन्तरम् अनुबन्धानां निष्कासनम् अपि च प्रत्यादेशस्य अनन्तरम् एव तत्र द्रष्टव्यं बलादि वा वशादि वा तत् अनन्तरं द्रष्टव्यम् अतः नवुल् प्रत्यये नकारस्य इत् अस्ति लकारस्य इत् अस्ति वू अवशिष्यते परन्तु वयं जानीमः अत्र प्रत्यादेशः भवति वू स्थाने तत्र अक इति आदेशः भवति अक आदेशः भवति चेत् अकारः आदौ अस्ति स्वरस्ति अजादि अस्ति अतः इडान् नास्ति सो नूल् प्रत्यये परे कदापि इडागमः न भवति इति अत्र लिखितम् वलादि नास्ति तथैव ल्युट् स्थाने ल्युट् विषये अपि तत्र अण भवति अतः तत्र कदापि इडागमः न भवति अनियर् गायिप्रत्यय अपि तत्र आकारः अवशिष्यते केचन कृत् प्रत्ययाः सन्ति यत्र आदौ स्वरः अस्ति तत्र तु इडागमः न भवति वलादि नास्ति सूत्रमस्ति आर्धधातुक् सेड् वलादेः वलादि आर्धधातुकस्य एव इडागमः उक्तमस्ति वलादि भिन्न अस्ति चेत् तत्र इडागमः तत्र तु निषेधस्य विषये अपि चिन्तनं न करणीयं सि निषेधसूत्रस्य विषयः तदा एव आयाति यदा तत्र विधिः भवति विधिः भवति चेदेव निषेधस्य विषये चिन्तनं करणीयं यदि विधिः आदौ न भवति चेत् निषेधस्य विषये किमर्थं निषेधसूत्रस्य विषये किमर्थं चिन्तनं करणीयं सो आदौ तत्र कार्यं भवेत् इडागमस्य प्रसक्तिः भवेत् इत्युक्ते मया तत्र एकं वीडियो दत्तं वयं तत्र प्रायः किं वदामः प्रसक्तिः अस्ति चेत् प्राप्तिः न भवति परन्तु तत्र कस्मिंश्चित् वीडियो मध्ये मया दृष्टं प्राप्तिः इत्युक्ते अवसरः अस्ति प्रसक्तिः इत्युक्ते कार्यं भवति सूत्रस्य प्राप्तिः यदि नास्ति चेत् तत्र निषेधसूत्रस्य प्राप्तिः अपि न भवितुं शक्नोति सो प्रथमे तत् विधिसूत्रस्य अवसरः भवेत् तदा एव निषेधसूत्रस्य विषये वयं चिन्तनं कुर्मः अन्यथा न भवति सो परन्तु आदौ विधिविषये चिन्तनम् अनन्तरं निषेधक् निषेधः तु नास्ति तस्य विषये चिन्तनम् अग्रे अपि पठतु एतत् समापयतु भगिनि अत्र किमपि नास्ति इदानीम् अधुना चिन्तनं कुर्वन्तु एते आर्धधातुककृत् प्रत्ययाः सेत्वा अनित्वा अनियर्त तवतु क्त्वा ल्युप् तवतु तुमुन् किञ्चित् लघु अभ्यासः अस्ति भवती वदतु अनियर्त तव्यत् विषये वदतु अनियर् आदौ स्वरः अस्ति अतः वलादि नास्ति अतः इडागमः न भवति अनियर् प्रत्येकस्य अनुबन्धवर्णः कः भगिनि प्रथमे अनुबन्धनं निष्कासनं करणीयम् अनन्तरं प्रत्यादेशः अनन्तरमेव तत्र वलादि वा अवलादि वा इति वक्तव्यं केवलं रेपः हलन्त्यमिति सूत्रेण इत्संज्ञकः तस्य लोपः भवति अनीय अवशिष्यते अकारः स्वरः अस्ति अतः वलादि नास्ति अतः प्रत्ययः न भवति अनिट् अनिट् अस्तु अग्रे वक्तव्यत् तप्रत्ययः ककारस्य लशक्व तद्धिते इति सूत्रेण इत्संज्ञ भवति लोपः भवति त अवशिष्यते त वलादि अस्ति परन्तु वशादि नास्ति अतः प्रथमः वर्णः अस्ति अतः इडागमः भवति सेट् अस्ति इत्युक्ते कृत् प्रत्ययः तकारादि अस्ति चेत् इडागमः तु भवति सामान्यरूपेण इडागमः तु भवति एव तव्यत् अपि तकारस्य इत् भवति हलन्त्यम् इति सूत्रेण तव्य अवशिष्यते आदौ तकारः अस्ति अतः इडागमः भवति त्वा ककारस्य इत् भवति लशक्व तद्धिते इति सूत्रेण त्वा अवशिष्यते तकारः अपि इडागमः भवति त्वा विषये यदा तत्र इडागमः अनुकूलः अस्ति त्वा प्रत्ययः तत्र एकम् अकित्व अतिदेशसूत्रम् अस्माभिः पठितम् त्वाप्रत्ययः त्वाप्रत्ययविषये त्वाप्रत्ययः सेट् अस्ति यदि धातुः अपि सेट् अस्ति चेत् न त्वा सेट् इति सूत्रम् अस्माभिः अतिदेशसूत्रं पठितं न कुत्रचित् पठितम् अहं त्वा सेट् इत्यनेन तत्र अकित्वम् अतिदिश्यते त्वाप्रत्ययः कित् अस्ति प्रत्ययः कित् अस्ति परन्तु यदा तत्र त्वाप्रत्ययस्य परे प्राक् तत्र तादृश यदि कोऽपि सेट् धातुः अस्ति यस्मिन् गुणप्रसङ्गः अस्ति यथा बुद्ध धातुः बुद्ध धातु प्लस् त्वाप्रत्यय कुर्मः चेत् बुद्ध धातुः सेट् धातुः बुद्ध धातौ उपधायां रसु उकारः अस्ति बुद्ध धातौ गुणप्रसङ्गः अस्ति परन्तु सामान्यचिन्तनेन त्वाप्रत्ययः कित् अस्ति कित् कारणेन तत्र किनिति च इति सूत्रेण बुद्ध धातु गुणनिषेधः भवति परन्तु तत्र एकम् अतिदेशसूत्रम् अस्ति न त्वा सेट् सो यदा तत्र त्वाप्रत्ययस्य पूर्वे कोऽपि सेट् धातु अस्ति यत्र इडागमस्य निषेधः न भवति बिकास् त्वाप्रत्ययः स्वयं सेट् अस्ति सेट् प्रत्ययः इडनुकूलप्रत्ययः अस्ति तत्र अकित्वम् अध्यारोपिते कस्य उपरि अकित्वं प्रत्ययस्य उपरि सो प्रत्ययः तत्र कित् न भवति तेन किम् तेन तत्र बुद्ध बोध भवति तत्र बोधित्वा अपि रूपम् अस्ति बुद्धित्वा अपि रूपम् अस्ति hmm. अपि च नत्वा सेट् इति सूत्रे सूत्रस्य पूर्वे पुस्तकमस्ति वा भगिनि? पेज् 39 अष्टाध्यायी सूत्रक्रमः इत्युक्ते वन् सेकेण्ड् so always remember with respect to tva pratyaya there when we are doing the yada tatra idagamasi vicharah karaniyam tada set dhatuhu gunankul set dhatuhu pare asti che tatra kutrachit vikalpena akitva madhya aropite 1.2 अतिदेशप्रकरणं कुत्र अस्ति 1.2 अत्र पश्यतु भगिनि नत्वा सेट् इति 1.2.18 सूत्रम् अस्ति नत्वा सेट् द स्क्रीन् दृश्यते वा सो नत्वा सेट् इति सूत्रस्य प्राक् तत्र विभाषोपयमने इति सूत्रम् अस्ति सो विभाषा इत्युक्ते वा अन्यतरस्यां विभाषा सूत्रेषु यदि अन्यतरस्याम् अथवा वा इति पदम् अस्ति अथवा विभाषा इति पदम् अस्ति तत्र किम् अस्ति विकल्पः अस्ति सो अस्मिन् सूत्रे अपि पूर्वसूत्रात् यः विभाषा इति अस्ति तस्य अनुवृत्तिः भवति बिकास् अनन्तरम् अस्ति नत्वा सेट् सो विकल्पेन भवति सो एतत् अतिदेशं यः अतिदेशः त्वा प्रत्ययस्य उपरि अकित्वम् अध्यारोपिते यथा सार्वधातुकम् अपित् अस्ति तत्र सार्वधातुक अपित् प्रत्ययस्य उपरि तत्र किम् अध्यारोपिते निध् बिकास् पूर्वे तत्र कुत्रचित् अत्र गाङ्ग् कुटादिभ्यो णिति णित् इति सूत्रम् अस्ति प्रथमसूत्रं तत्र णित् इत्यस्य अनुवृत्तिः अत्र अस्ति सार्वधातुकम् अपित् णित् सार्वधातुक अपित् प्रत्ययस्य उपरि निद् इति अध्यारोपिते निद् इति लक्षणम् अध्यारोपिते तथैव अत्र अस्ति न त्वा सेट् इति सूत्रेण तत्र विभाषा इति पदस्य अनुवृत्तिः अस्ति सो विकल्पेन अकित्वम् अध्यारोपिते इत्युक्ते एकस्मिन् पक्षे बुदेव भवति अकित्वम् अस्ति चेत् गुणः न भवति परन्तु अकित्वम् अध्यारोपिते चेत् बोध् भवति सो बुद्धित्वा अपि रूपं बोधित्वा अपि रूपं लिखित्वा अपि रूपं लेखित्वा अपि रूपं लिखदातु अपि सेट् अस्ति त्वा प्रत्यय योजयामः चेत् एकस्मिन् पक्षे गुणः भवति लिख्लेख् भवति अन्यस्मिन् पक्षे लिख्लिखेव तिष्ठति अतः लिखित्वा अपि साधुरूपं लेखित्वा अपि साधुरूपं तथैव बुद्धित्वा अपि साधुरूपं बोधित्वा अपि साधुरूपम् इडागमः तु भवति परन्तु एतत् बिकास् धातु अपि सेट् प्रत्यय अपि सेट् त्वा प्रत्यय अतः इडागमः तु द्वय रूपद्वये श्रूयते परन्तु गुणः इति एकस्मिन् पक्षे गुणः भवति बिकास् अनेन सूत्रेण नत्वा सेट् इति सूत्रेण अकित्वम् अध्यारोपिते इति तत्र त्वा विषये विशेषः मञ्जरी भगिनी ल्युट् तव तु तुमुन् विषये वदति वा प्रत्ययः अनिट् वा सेट् वा आम् आचार्य वदतु ल्युट् तत्र ल्युट् लकारस्य लशकतद्धिते इति सूत्रेण इत् संज्ञा भूत्वा तस्य लोपः टकारस्य अपि हलन्त्यं तस्य लोपः लकारटकारस्य इत् संज्ञा भूत्वा युकारः एव अवशिष्यते युकारः कथमर्थं वदनीयं कार् कुत्र योजनीयम् कार् कुत्र भवति किम् आचार्य कार् इति यः युकार् इति वदति वाट् इस् कार् तत्र शिक्षाग्रन्थे पाणिनिशिक्षाग्रन्थे तत्र उक्तम् अस्ति वर्णानाम् उच्चारणे, वर्णानां यदा वयम् उच्चारणं कुर्मः रेफ् विहाय, इत्युक्ते रक र इति वर्णविहाय अन्येषां वर्णानाम् उच्चारणार्थे वयं तत्र कार् योजयामः, अकार, इकार, रुकार, ककार. अत्र तु वर्णसमूहः अस्ति न भगिनि, सो अत्र कार् न योजनीयं, यु इति वर्णसमूहः अस्ति. यु यु स्थाने युवोर्नको इति सूत्रेण अक आदेशः भवति. यु स्थाने युवोर्नको, यु स्थाने अन, वु स्थाने अक. यु क्षम्यता, यु स्थाने अन आदेशः भवति. अन इति आदेशः, तत्र वर्णत्रयम् अकार नकार अन्ते अपि अकारः अस्ति, अन अक इति तत्र आदेशः भवति. सो आदेशः भवति चेत् इदानीं किम् अस्ति प्रत्ययस्य आकृतिः? इदानीं प्रत्ययस्य आकृतिः अस्ति अकित्. अत्र कित् अत्र कित् न वक्त, अत्र अस्ति अन, सो अकारः इदानीम् अत्र अन इति अस्ति. अन अस्ति चेत् प्रत्ययः बलादि नास्ति इदानीम्, अकारः आदौ अस्ति. अत्र तु ल्युट् प्रत्ययः तु कित् अकित् अस्ति एव, यथा तव्यत् अकित् अस्ति, अनियर् अकित् अस्ति. सो अत्र कोऽपि सूत्र अत्र कित् एतत् सामान्य अर्धधातुप्रत्ययः, अनियर् सामान्य अर्धधातुप्रत्ययः, तव्यत् सामान्य अर्धधातुप्रत्ययः, कित् नित् भिन्नः. कित् नास्ति, नित् नास्ति, इत् नास्ति, इयत् नास्ति, सामान्य अर्धधातुप्रत्ययः अस्ति. वदतु, सो इडनुकूल अस्ति वा, सेट् अस्ति वा, अन्यट् अस्ति ल्युट् प्रत्ययः? सत्यं तावत्. तत्र अन्तिम अनुकारस्य अग्रिम पकारस्य इत् भूत्वा द्वयोः लोपः भवति. सत्यं, प्रत्ययः सेट् अस्ति, इडनुकूल अस्ति, सकारः आदौ अस्ति, वर्गीयप्रथमवर्णः. सो वलादि अस्ति, अवशादि अस्ति. अवशादिविषयः कृत्सु एव तत्र करणीयं, कृत् प्रत्यय, बिकास् तव तु इस् अ कृत् प्रत्यय, सो वी हेव् टु थिङ्क् अबौट् नेड्वशीकृति बिकास् इट् इस् अ कृत् प्रत्यय. सो कृत् प्रत्ययस्य आदिं वर्णः वश् वर्णः तु नास्ति, न अत्र नास्ति, अत्र तु वल् एव अस्ति, इत्युक्ते अवश् अस्ति, वल् तु अस्ति, अवशादि अस्ति, अतः इडनुकूल अस्ति. सो सेट् अस्ति प्रत्ययः, सेट् अनिट् विषये कित् अकित् इति तत्र इम्पार्टेण्ट् नास्ति. यदा वयं सेट् अनिट् इति विषयः तस्य चिन्तनं कुर्मः, कित् अकित् तु गुणस्य विषये अस्ति, कित्वम् अकित्वम् अस्ति वा, तत्र धातौ अङ्गे गुणः भवितुं शक्नोति वा न शक्नोति, तत्र कित्वम् आवश्यकं, कित्वस्य प्रयोजनं. परन्तु इदानीं यः इडागमस्य प्रयोजनं, तत्र तु प्रथमवर्णः कः, अपि च सः कृत्संज्ञक अस्ति, कृत्संज्ञक अस्ति चेत् अप्रथमे तु आर्धधातुक् भवेत्, अनन्तरं यदि सः आर्धधातुक् अस्ति अपि च कृत् अस्ति, तदा एव वश् वश् तु नास्ति, वश् वर्णः तु नास्ति, वश्वर्णः अस्ति चेत् निषेधः, अन्यथा तु निषेधः नास्ति. तुमुन् विषये वदतु. तुमुन् अत्र तुम् इति अवशिष्यते. नकारः अनुनासिक उकारस्य भवति, तुम् एव अवशिष्यते. तुमुन् प्रत्ययः अपि च तावतु प्रत्ययः अत्र भगिनी कः विशेषः अस्ति. तावतु प्रत्यये अपि उकारः अपगच्छति, परन्तु तत्र उकारस्य प्रयोजनम् अस्ति. सो तावतु प्रत्यये उकारः उकारस्य इति भवति, तत्र प्रयोजनम् अस्ति. परन्तु तुमुन् प्रत्ययः उकारस्य इति भवति, तत्र कोऽपि प्रयोजनं नास्ति. तत्र तु वयं किं वदामः, उकारः उच्चारणम्. सो अत्र यद्यपि नकारः हलन्त्यम् इति सूत्रेण अवगच्छति उकारस्य इति भवति, परन्तु अत्र उकारः तु उच्चारणार्थं स्थापितं महर्षिणा. सो तुमेव अवशिष्यते. तत्र अपि वशादि अस्ति. वशादि नास्ति, अवशादि अस्ति. अवशादि अस्ति अतः प्रत्ययः सेट् न अन्यत् कथं प्रत्ययः सेट् बिकास् अवशादि अस्ति. वलादि अस्ति, अवशादि अस्ति. अवशादि इत्युक्ते वशादि नास्ति, वर्गीयप्रथमवर्णः अस्ति. अतः प्रत्ययः तु सेट् एव सेट् अस्ति. इडागमः भवति, पठितुं लेखितुम् इतुम् इतुं भवति, तत्र श्रूयते इतुं यद् धातु अपि सेट् इडागमः भवति. सर्वदा तत्र स्मर्तव्यं, यदि कृत् प्रत्ययेषु तकारः आदौ अस्ति चेत् सः प्रायशः सेट् अस्ति. सेट् सेट् प्रत्ययः अपि तकारः सकारः बहुत्र तत्र सकारः अपि श्रूयते आदौ, तकारः श्रूयते आदौ, अतः तादृशकृत् प्रत्ययः तु सेट् एव भवति. महोदय, तवतु मध्ये उकारस्य किम् उपयोगं भवति? उगित् भवति. तवतु प्रत्ययः उगित् प्रत्ययः भवति, यथा शत्रुप्रत्ययः उगित् भवति. उगित् अस्ति चेत् नुमागमः भवति तत्र. यदस्ति योजनं सर्वनाम संज्ञक प्रत्ययः परे अस्ति चेत् तत्र नुमागमः भवति. परन्तु तुमुन् विषये यद्यपि उकारः उगिदृश्यते, परन्तु अत्र उकारस्य प्रयोजनं नास्ति. अत्र तु उकारः उच्चारणार्थम् अस्ति, अत्र कोऽपि नुमागमस्य विचारः नास्ति. अतः पठितवान् पठितवती इति तत्र वान् नकारः श्रूयते तत्र. पठन्ति लिखन्ति नारी गच्छति इति तत्र भवति. सो तत्र नुमागमस्य विचारः भवति. सिमिलर्ली तत्र शत्रुप्रत्ययः अपि ऋकारस्य इत्संज्ञा अस्ति, अतः तदपि उगित् भवति. उगित् भवति चेत् तत्र पठन् पठन् रामः गच्छति, तत्र नुमागमस्य विचारः अवश्यं भवति यत्र उगित् प्रत्ययः अस्ति. अग्रे अपि पठतु भगिनि, एतत् समापयतु. एतत् किमपि नास्ति. धातु सेट् वा अनिट् वा इत्यस्य प्रपञ्चः अग्रे आर्धधातुकपाठे अधीयते, परन्तु एतावता अस्माभिः ज्ञातं यत् आर्धधातुकः कृत् प्रत्ययः अनिट् चेत् इडागमः अवश्यं न भवति. प्रत्ययः सेट् चेत् धातुः अपि सेट् चेत् इडागमस्य सम्भावना. आहत्य कृत् प्रत्ययाः तिङ् प्रत्ययाः च द्विविधाः, सार्वधातुकाः आर्धधातुकाः च. यत्र प्रत्ययः सार्वधातुकः, सः च प्रत्ययः कृत् वा तिङ् वा भवतु, प्रक्रिया समाना. तथैव प्रत्ययः आर्धधातुकः चेत् सः च प्रत्ययः कृत्वा तिङ् वा भवतु, प्रक्रिया समाना. अतः धातुभ्यः प्रत्ययः यत्र विधीयते तत्र चिन्तनं केवलं द्विविधं सार्वधातुकम् अर्धधातुकं च तत्र स च प्रत्ययः कृत् अथवा तिङ् इत्यनेन प्रक्रियायां भेदः नास्ति अतः सार्वधातुकप्रक्रियायाम् अस्ति अतः सार्वधातुकः प्रक्रियायाम् अस्ति लट् लोट् लङ् विधिलिङ् शत्रु शानच् येषां कार्यं समानं विकरणप्रत्ययसहितत्वात् आर्धधातुकप्रक्रियायाम् अस्ति लुट् लुङ् लुट् लुङ् लिट् आशीर्लिङ् तृच् नु नोल् तव्यत् अन्यत् तवतु इत्यादयः येषां कार्यं समानं विकरणप्रत्ययरहितत्वात् इडागमचिन्तनसहितत्वाच्च इति तदेव सारांशः समग्रदृष्टिः तदेव सारांशः सो प्रत्ययः तिङ् भवतु वा कृत् भवतु अस्माभिः तु तत्र स्वभावः आधारीकृत्य एव प्रक्रिया चिन्तनं करणीयं यदि कृत् अथवा तिङ् प्रत्ययः सार्वधातुकसंज्ञक अस्ति चेत् तत्र सार्वधातुकप्रक्रिया भवति सार्वधातु यत्र सार्वधातुकप्रक्रिया तत्र गणचिन्तनं विकरणप्रत्ययसहितं तत्र प्रक्रिया भवति यत्र कृत् अथवा नो चेत् तिङ् प्रत्ययः आर्धधातुकसंज्ञक अस्ति तत्र तु गणचिन्तनम् अनावश्यकं तत्र धातु कस्य गणस्य धातुः इति अनावश्यकं परन्तु तत्र इडागमस्य चिन्तनं भवति एव बिकास् आर्धधातुप्रत्ययानाम् इडागमः इति उक्तमस्ति विधिसूत्रे अतः तत्र इडागमस्य चिन्तनम् आवश्यकं परन्तु सार्वधातुप्रक्रियायां कर्तरिषप् इति सूत्रस्य गणविकरणप्रत्ययानां चिन्तनम् आवश्यकं धातु कस्य गणस्य अस्ति इति ज्ञानं तत्र अपेक्षितम् अस्ति अतः तत् बिकास् तस्य गणस्य विकरणप्रत्ययः सार्वधातुप्रक्रियायां सः शत्रु भवेत् शानज् भवेत् अथवा लट् लोट् लङ् विधिलिङ्ग् भवेत् तत्र तु मध्ये विकरणप्रत्ययः आयान्ति इति तत्र सारांशः सो यथा तत्र सार्वधातु लकारेषु चिन्तनं भवति तथैव सार्वधातुकृत् प्रत्ययेषु अपि चिन्तनं यथा तत्र आर्धधातुक लकारेषु चिन्तनं तथैव आर्धधातुकृत् प्रत्ययानां चिन्तनं भवति इडागमसहित भवति विचारः अस्तु तत्तु करपत्रं समापितम् अत्र कोऽपि प्रश्नः अस्ति वा सो अत्र यदा वयं गणम् आधारीकृत्य एकमेकं गणं स्वीकृत्य तत्र चिन्तनं कुर्मः तत्र स्पष्टता इतोपि किञ्चित् स्पष्टता आयाति प्रक्रियाविषये अत्र तु सारांशरूपेण एव दत्तम् आर्धधातुक्यः आर्धधातुप्रक्रिया लकार आर्धधातुप्रक्रिया समाना अस्ति अतः कोऽपि भेदः तत्र नास्ति इति कृतप्रत्ययानां विषये चिन्तनम् इदानीं तत्र नेक्स्ट् करपत्रम् अस्ति अष्टाध्याय्यां सूत्राणां बलाबलं सो यदा वयं पाणिनि व्याकरणं पठामः चेत् तत्र वयं जानीमः सूत्रमेव प्रमाणम् अस्ति सूत्र आधारीकृत्य एव तत्र कार्यं भवति सो कुत्रचित् प्रक्रियायाम् इत्युक्ते बहुत्र भवति तादृशः एकस्मिन् सोपाने तत्र सूत्रद्वयस्य अथवा अधिकसूत्राणां तत्र प्राप्तिः अस्ति इदानीं प्राप्ति वदामः चेत् प्राप्ति इत्युक्ते अवसरः अस्ति परन्तु प्रसक्तिः कस्य भवति इत्युक्ते अन्ततो गत्वा केन सूत्रेण कार्यं भवति इति तत्र शास्त्रचिन्तनम् अस्ति कथं वयं तत्र निर्णयं कुर्मः प्रथमे कः सूत्रः कार्यं करोति इति तस्य विषये एव बलाबलचिन्तनम् अस्ति इत्युक्ते यत्र सूत्रद्वयस्य प्रसक्तिः एकत्र भवति चेत् तत्र कथं वयं शास्त्रे आधारीकृत्य कथं वयं चिन्तनं कुर्मः इति तत्र आवश्यकं भवति. सो यदा तत्र भूयोग शप् प्रत्ययस्य अ अस्ति, भूयोग अयोग तिप् अस्ति इति इति प्रक्रियायाः एकं सोपानं. शप् यदा शप् प्रत्ययः आयाति, इदानीं तत्र भूयोग अ अस्ति चेत् मया अत्र सन्धिकार्यं करणीयं वा अत्र भूभो भवति. सो अत्र उकारस्य स्थाने व इति आदेशः कुर्मः वा यनादेशः कुर्मः वा उकारस्य उकारस्य स्थाने ओ कुर्मः, गुणकार्यं कुर्मः. बिकास् अत्र शप् प्रत्ययः शित् अस्ति पित् अस्ति, सो भूभो भवितुं शक्नोति. सो अत्र अस्मिन् सोपाने सार्वधातुकार्धधातुकयोः इति सूत्रस्य प्राप्तिः अपि च अत्र इको यनचि इत्यस्य अपि प्राप्तिः. सो एकस्मिन् सोपाने सूत्रद्वयम् आगत्य तत्र तेषां तयोः अवसरः अस्ति. सो कथं मया तत्र निर्णेतव्यम् अत्र प्रथमे सार्वधातुकार्यं करोति वा यनसन्धि करणीयं वा, इको यनचि इति सूत्रं कार्यं करोति. तदेव अस्ति बलाबलचिन्तनं, बल अबलं, कस्य सूत्रस्य अधिकबलम् अस्ति, कस्य सूत्रस्य न्यूनबलम् अस्ति इति एव सूत्राणां बलाबलचिन्तनम्. सो यत्र द्वयोः अथवा द्वि अधिक सूत्राणाम् एकत्र प्राप्तिः भवति तत्र कः सूत्रं बलवत् भवति इत्येव अस्य करपत्रस्य आशा. अष्टाध्याय्यां सूत्राणां बलाबलं, सो तत्र बलाबलचिन्तनं कथं करणीयं, कः सूत्रं बलवद् भवति इति पाणिनि आधारीकृत्य व्याकरणं पठामः चेत् एतत् विषयः आवश्यकं भवति. बिकास् तत्र प्रायशः एकाधिकसूत्राणां सर्वत्र प्राप्तिः अस्ति, अतः केन सूत्रेण अन्ततो गत्वा कार्यं भवति इति एव अस्मिन् करपत्रे लिखितं. कथं तत्र अस्माभिः निर्णयं करणीयम्, वयं तु किञ्चित् उत्सर्ग अपवादविषये जानीमः एव. सो उत्सर्ग अपवादः एकः विषयः, अनन्तरं तत्र दिस् अन्तरङ्ग बहिरङ्ग इति अन्यत् विषयः अस्ति. अनन्तरं नित्य अनित्य इति अन्यत् विषयः अस्ति. किमपि सूत्रं नित्यसूत्रं भवति, अन्यत् सूत्रम् अनित् सूत्रं भवति. नित्यसूत्रम् आदौ प्रवर्तते, तस्य प्रसक्तिः आदौ भवति इति सर्वम् अस्मिन् करपत्रे लिखितमस्ति. सो सूत्रस्य टैटल् अस्ति, करपत्रस्य टैटल् अस्ति अष्टाध्याय्यां सूत्राणां बलाबलं. सो कस्य सूत्रस्य बलम् अधिकं बलम् अस्ति, कस्य न्यूनबलम् अस्ति. सो सर्वदा तत्र बलाबलचिन्तनं यदा वयं कुर्मः द्वयोः सूत्रयोः मध्ये एव भवति कः सूत्रं बलवत् अन्यस्य अपेक्षा. सो तत्र सम्बन्धः, सो द्वयानां सूत्राणां प्रसक्तिः अस्ति चेदेव बलाबलविषयः. यदि अत्र एकमेव सूत्रस्य प्रसक्तिः अस्ति तत्र बलाबल इति विचारः न आवश्यकम्. यत्र एकत्र द्वयोः सूत्रयोः प्राप्तिः अस्ति तत्रैव बलाबल इति चिन्तनं करणीयम् इति अस्य अस्मिन् सूत्रे तत्र लिखितमस्ति. अस्तु प्रारम्भं कुर्मः. चेतना भगिनी प्रारम्भं करोतु भगिनि. अष्टाध्याय्याः सूत्रक्रमायोजनं किम्? प्रश्नः समीचीन एव. यथा किमर्थं समाससम्बन्धानि सूत्राणि ग्रन्थस्य आरम्भे, किञ्च सन्धिसम्बन्धानि सूत्राणि ग्रन्थस्य अन्ते, किमर्थं प्रत्ययेषु सनादयः प्रत्ययाः प्रथमाः, यः शिष्यः अस्ति तस्य कृते पाठ्यक्रमः निर्मितः इति न भाति, नाम अष्टाध्याय्याः बहिः तादृशः भ्रामः तर्कः बाह्यतर्कः बाह्यतर्कः न दृश्यते यत् अध्येतॄणां कृते लाभदायकः स्यात्. इत्युक्ते अष्टाध्यायी ग्रन्थः अस्ति अत्र वयं जानीमः तत्र यः सूत्रक्रमः वर्तते, सूत्राणां क्रमः किमर्थं तत्र तत्र कोऽपि विशेष तत्र किमपि विशेषः अस्ति वा सूत्रक्रमेषु? वदति अस्ति, दिस् इस् आल्सो ए इट्स् आल्सो ए प्रक् इट्स् आल्सो लैक् अ साफ्ट्वेर्. किमर्थम् एतत् सूत्रम् आदौ अस्ति, किमर्थम् एतत् सूत्रम् अनन्तरम् अस्ति, तत्र अपि किञ्चित् बहु विज्ञान अस्ति तत्र क्रमेषु. इदानीं तत्र यः सामान्य पाठकः अस्ति यथा वि आल् सो यः अध्येता अस्ति ही सीस् देट् द समाससम्बन्धानि सूत्राणि. वि डोण्ट् रीड् द समासप्रकरणम् इनिशियलि, वि इनिशियलि गो टु द what we learn in the vyakaran shastra, we will learn the sandhi, sandhi sutrani, ach sandhi, hal sandhi, visarga sandhi, iti tatra vayam adu patham. Parantu granthe sandhi sambandhani sutrani ante santi. Hal sandhi to ashtam adhyaye, ashtadhyaye, ach sandhi shashtadhyaye, visarga sandhi api tatra ashtadhyaye. So sandhi as a student we read the sandhi sutras first and we read the samasa at the end. Samasa vishayah tatra kinchit agre ayasyati, parantu granthe samasa sambandhani sutrani arambhe eva dattani. So tatra kopi sutra kramasya kimapi ayojanasya sutranam iha kramah asti, tatra ayojanasya vishaye kimapi tatra vigyan asti va. सो अस्ति, तत्तु अस्ति एव, परन्तु यः पाठकः अस्ति तस्य कृते इट् डस् नाट् लुक् लैक् गुड् बिकास् वेन् वि स्टार्ट् अ बुक् वि रीड् द वर्णमाला आदौ, तत्र अनन्तरं वर्णानाम् उच्चारणस्थानं किम् अस्ति, देन् वि डू द वर्णानां तत्र योजनं कुर्मः चेत् कथं तत्र शब्दस्य निर्माणं भवति, देन् द्वयोः शब्दयोः मेलनं कुर्मः चेत् तत्र किमपि अर्थस्य अवगमनं भवति वा, देन् वि गो टु द मेकिङ्ग् आफ़् बिग् सूत्र बिग् वाक्यास्, कर्मपदं योजयामः, इदानीं तत्र कर्णपदमपि योजयामः, अधिकर्णं पदमपि योजयामः. सो फार् अ पाठक् विशेस् टु गो लैक् दिस्. बट् अष्टाध्यायीग्रन्थस्य यः तत्र सूत्राणां यः आयोजनम् अस्ति किञ्चित् क्लिष्टम् अस्ति. सो पाठक अध्येतॄणां कृते लाभदायकः इति न भाति. सो वी डोण्ट् नो हौ टु स्टार्ट् द अष्टाध्यायी. शुड् वि स्टार्ट् फ्रोम् द आदौ आरम्भं कुर्मः चेत् आदौ तु तत्र समाससम्बन्धानि सूत्राणि सन्ति. सो वट् विल् बि अण्डर्स्टाण्ड् अबौट् समास. सो अध्येतॄणां कृते ग्रन्थः इति तत्र पाठ्यक्रमः ये पाठकाः सन्ति तेषां कृते निर्मितः इति न भाति. किञ्चित् तत्र विशेषः अस्ति सूत्रक्रमस्य आयोजनं यत् तत्र दृश्यते, किञ्चित् तत्रापि विशेषः अस्ति. देर् इस् अ लाट् आफ् सैन्स् बिहैण्ड् द सूत्रक्रम आल्सो. यथा अत्र अस्माभिः अन्यस्मिन् वर्गे न पठितं, सि अत्र पुरस्तात् अपवादः अन्तरान् विधीन् बाधते न उत्तरान्, अनन्तरस्य विधिर्वा प्रतिषेधो वा, मध्ये अपवादः पूर्वान् विधीन् बाधते न उत्तरान्. सो दिस् इस् दीस् थ्री पायिण्ट्स् आर् अबौट् द सूत्रक्रमः. दिस् सेस् देट् इफ् ऐ टेक् जस्ट् फार् एन् एक्साम्पल्, इफ् ऐ टेक् दिस् सेकेण्ड् बिन्दु, मध्ये अपवादः पूर्वान् विधीन् बाधन्ते न उत्तरान्. अस्माकं सामान्यचिन्तनं किं, यदि अपवादसूत्रमस्ति चेत् सः इत्युक्ते उत्सर्गसूत्रं सर्वदा बाधते. अपवादसूत्रेण उत्सर्गसूत्रं सर्वदा बाधते. बट् नौ दिस् पायिण्ट् इस् सेयिङ्ग्, दिस् परिभाषा इस् सेयिङ्ग् मध्ये अपवादः. वी हेव् सूत्र. I will give an imaginary number. We have, suppose, 6.2.23 Sutram. देन् ऐ हेव् 6.4.16 सूत्रम् एण्ड् ऐ हेव् 7.1.2 सूत्रम्. दिस् इस् द क्रम. इट्स् सेम्. मध्ये अपवादः पूर्वान् विधीन् बाधन्ते न उत्तरान्. सपोज् दिस् द मिडल् सूत्र मध्ये यः सूत्रम् अस्ति, सपोज् 6.4.16 इस् एन् अपवाद सूत्र फार् दिस् सूत्र एण्ड् दिस् सूत्र. नौ अस्माकं सामान्यचिन्तनं किम्? अपवाद सूत्रं सर्वदा विधिसूत्रस्य बाधा करोति, बलवत् भवति अपवाद सूत्रम्. बट् एस् पर् दिस् बिन्दु द यः यदि महर्षिणा अपवाद सूत्रं मध्ये स्थापितम् अस्ति, इत्युक्ते क्रम इस् आवश्यकम् ओवर् हियर्, मध्ये स्थापितं चेत् तादृश अपवादसूत्रं केवलं पूर्वे ये विधि उक्तम् अस्ति तस्य एव निषेधः करोति, न तु उत्तरसूत्रे यत् विधि उक्तम् अस्ति तस्य बाधा न करोति. इति अत्र मध्ये अपवादः. सो दिस् इस् क्रम इस् आवश्यकम्. अपवादसूत्रं महर्षिणा प्रकरणे कुत्र स्थापितम् इत्यपि आवश्यकं भवति. सो सेम् वे सपोज् 6.2.23 इस् द अपवादसूत्रम् एण्ड् दीस् टु आर् विधिसूत्रास्. अपवादसूत्रं महर्षिणा आदौ स्थापितम् अस्ति चेत् सः अनन्तरान् विधीन् बाधन्ते न उत्तरान् इति अत्र लिखितम् अस्ति. सो इफ् 6.2.23 इस् एन् अपवाद सूत्रं फार् दिस् एण्ड् दिस् फार् द 16 सूत्र एण्ड् द सूत्र नम्बर् 2, दिस् अपवाद सूत्रं द्वयोः कृते बाधा न कर्तुं शक्यते. सो दिस् अपवाद सूत्रं केन् ओन्ली स्टाप् द विधि आफ् 6.4.16. इट् केनाट् स्टाप् द विधि आफ् 7 बिकास् इट् डस् नाट् हेव् देट् मच् पावर्. So, apvad sutram is just a vishesh sutram. It is not an alternative. Apvad sutram, does not necessarily, compulsorily stops the vidhi of all the utsarga sutras. So, krama is very much important. He has put a lot of thought about the sutra krama kasya tatra, बहु विचारः अस्ति महर्षिद्वारा. सो तत्र क्रमस्य अपि विचारः अस्ति. दिस् इस् वाट् आर् दीस् थ्री बिन्दूस्. सो मध्ये अपवादः अस्ति चेत् सः पूर्वान् विधीन् बाधन्ते न उत्तरान्. पुरस्ताद् अपवादः अस्ति चेत् यः अनन्तरान् विधीयः समीपस्थ उत्सर्गसूत्रम् अस्ति तस्य एव विधिः बाधते न उत्तरान् इति तत्र तादृशचिन्तनम् अस्ति. सो सामान्यरूपेण वयम् एतत्तु नयो न तेषां यः वाट् एवर् इस् द डिफिकल्ट् प्रक्रिया तत्र एतयोः प्रयोगः भवति. बट् सामान्यचिन्तनं किम् अस्ति? अपवादसूत्रमस्ति चेत् तत्र उत्सर्गसूत्रस्य कार्यं न भवति, अपवादसूत्रेण एव कार्यं भवति. दिस् इस् सामान्यचिन्तनम्. बट् सूत्रक्रम आधारीकृत्य अपि महर्षिणा तत्र अपवादसूत्राणि स्थापितानि सन्ति. अतः क्रमः आवश्यकः. ग्रन्थे यः सूत्रक्रमः अस्ति तत्र बहु किमपि विचारः अस्ति. इट् इस् नाट् देट् ही विश् देट् लेट् मी पुट् द समासूत्राणि आदौ देन् ऐ विल् डिस्कस् द सन्धि सूत्रास् एट् द एण्ड्. देर् इस् सम् विज्ञान् बिहैण्ड् दिस्. अतः यः पाठकः अस्ति तस्य कृते अष्टाध्यायीग्रन्थम् इति किञ्चित् क्लिष्टं भवति, बिकास् ही डस् नाट् नो हौ वेर् टु स्टार्ट् रीडिङ्ग् अष्टाध्यायीग्रन्थ. सो दिस् इस् वै द पाठ्यक्रमः पाठकस्य कृते, सामान्यपाठकस्य कृते निर्मितः इति न भाति. किञ्चित् तत्र विज्ञान् अस्ति क्रमाकस्य सूत्रक्रमस्य यः आयोजनम् अस्ति तस्य कृते. अग्रे अपि पठतु भगिनि. एतत् उत्तरमस्ति. एतत् बिन्दु कुत्र अस्ति? कः बिन्दु भगिनि? अपवादसूत्रं इस् अ विशेषसूत्रम् अण्ड् इट् डजन्ट् स्टाप् आल् उपसर्गसूत्राणि शोड् यु न भगिनि दीस् आर् द These are the parivashas, which are given at the end of. So we will discuss about them at the end. Atra. Anantarasya vidhirva pratishedova, madhye apvadaha purvan vidin badante na uttaran, purastad apvadaha antaran vidin badante na uttaran. These are the parivashas. So we will read about them. परन्तु सामान्यचिन्तनं तु अस्ति अपवाद उत्सर्ग अपवाद सम्बन्धः अस्ति चेत् अपवाद सूत्रमेव बलवद् भवति उत्सर्ग स्टाप्स् अपवाद सूत्रं स्टाप्स् द उत्सर्गकार्यं यथा तत्र कर्तरि शप् अपि च द्विवादिभ्यः शन् द्वयोः मध्ये तत्र उत्सर्ग अपवाद सम्बन्धः अस्ति कर्तरि शप् इस् अ सामान्य रूल् इट् सेज् यत्किमपि धातोः तस्य परे कोऽपि कर्तर्थक् सार्वधातुकप्रत्ययः अस्ति चेत् शप् आयाति परन्तु अनन्तरं महर्षि वदति धातोः दिवादिगणस्य अस्ति चेत् यदि धातु दिवादिगणस्य अस्ति चेत् तत्र कर्तरि सार्वधातुकप्रत्ययपरे शप् शम् योजनीयम् सो दिस् एक्ट्स् एस् एन् अपवाद सूत्र फार् कर्तरि शप् सूत्रे किमपि न उक्तं कस्य गणस्य धातुः भवेत् किमपि न उक्तं तत्र केवलं धातोः यत्किमपि धातोः यस्य कृते धातुसंज्ञा अस्ति सः भुवादयः धातु इत्यनेन भवेत् वा सनाद्यन्तः धातु इत्यनेन धातुसंज्ञा भवेत् वा सो किमपि धातोः अनन्तरं किमपि यदा शब्दसमूहस्य धातुसंज्ञा भवति धातु इति नामकरणं भवति तस्य अनन्तरं यदा तत्र कर्तर्थक् सार्वधातुप्रत्ययः अस्ति चेत् तत्र शप् तु वयं शपायाति एव परन्तु अनन्तरम् अस्य सूत्रस्य कृते अपवादसूत्राणि सन्ति दिवादिभ्यः शन् तुदादिभ्यः श बिकास् अत्र दिवादिभ्यः तुदादिभ्यः इति उक्तमस्ति सो ये धातवः ते अपि धातवः सो इट्स् लैक् ऐ एम् सेयिङ्ग् आल् आफ् यू रीड् गीताजी लेट् आल् आफ् यू रीड् गीताजी एण्ड् ऐ एम् टेलिङ्ग् चेतना भगिनी यू रीड् रामायण So first I am saying, for all of you, you should read Gita Ji. But then I am saying, Chaitanya Bhagni, you read Ramayana. So this is Vishesh. So first, even though Chaitanya Bhagni was applicable for Gita Ji, but now since I have given a Vishesh Adesha to Chaitanya Bhagni, so she has to read Ramayana. That is what is Utsaragapva. So first he says, सर्वेभ्यः धातुभ्यः कर्तरि सारधातुप्रत्यपरे शप् अनन्तरं वदति नो दिवादिभ्यः शन् सो यदि वयं दिवादिभ्यः शन् इति सूत्रं न सपोज् चैत्रभगिनी डस् नाट् रीड् द रामायण शी आल्सो रीड्स् द गीताजी देन् वट् वास् द फन् आफ् सेयिङ्ग् लेट् हर् रीड् दिस् रामायणम् वयं तत्र तादृशचिन्तनमस्ति महर्षिणा तत्र अष्टाध्यायीग्रन्थस्य कोऽपि सूत्रं निरावकाशः न भवेत् सो महर्षिणा यत् आदेशं कृतं सपोज् वेन् हि सेड् चेतना शुड् रीड् दिस् रामायणं दिस् सूत्र शुड् नाट् गो वेस्ट् सो शी हेस् टु रीड् रामायण ओन्लि दिस् इस् हौ वि थिङ्क् अबौट् द of this Utsargapad. So first what was ordered that everybody should read Gita Ji. Now among all of these there is one person whose name is Chaitana and for her Ramayana is said. So she is part of this circle only. But for her there is a special Adesha for her. And that Adesha should not go waste because Maharishi has given that Adesha. That is why we say here this sutra is an apvad sutram. Yade etat sutram karyam na karoti chet etat sutram niravakashah bhavati. Why should have he said this? Because he knows na what is good. So that is why he said this. That is why divadi viha shaneva ayati. Na tu sarvatra shap yojyamah chet. Where will we... When we will add a sha, athva shan, athva shna, तदेव अस्ति उत्सर्ग अपवादस्य सम्बन्धः. एकं सूत्रं सामान्यसूत्रम्, अन्यत् सूत्रं किमपि विशेषं वदति. सो विशेषसूत्रमेव अपवादसूत्रं भवति. इट्स् नाट् एन् आल्टर्नेटिव्, हि इस् गिविङ्ग् इन् यु एन् आल्टर्नेटिव्, हि इस् गिविङ्ग् ए विशेष आदेश फार् सच् टैप् आफ् अङ्गस् आर् धातुस् आर् प्रत्ययास्. दिस् इस् उत्सर्ग अपवादः. सो तत्र तादृश वयम् एतत् करपत्रं पठामः चेदेव तत्र पश्यामः कथं तत्र अस्माभिः चिन्तनं करणीयम्. अग्रे अपि पठतु भगिनि, उत्तरमस्ति. सो क्रमस्य अपि तत्र आवश्यकता भवति. सूत्राणां यः क्रमः कः तद् आवश्यकमस्ति. देट् इस् वै फार् एव्री सूत्र वि रीड् द सूत्र संख्या. सूत्रसङ्ख्या आवश्यकमस्ति. तत्रापि किमपि विचारः भवति प्रत्येकस्य सूत्रक्रमस्य विषये. पठतु भगिनि. उत्तरमस्ति यत् अष्टाध्यायाः अन्त एव कश्चन सुन्दरतर्कोऽस्ति. तस्य च तर्कस्य लक्ष्यम् अस्ति ग्रन्थस्य लघुत्वम्, येन सूत्राणि अत्यन्यूनानि स्युः, किन्तु विषयः सम्पूर्णस्यात्. तदर्थं सर्वं कृतं, तदर्थम् एतादृशः क्रमः विरचितः. लघुत्वस्य सिद्ध्यर्थम् अनुवृत्तिः सर्वत्र अनुस्यूता भवेत्. सूत्राणां बलाबलं समन्वितं स्यात्. इत्युक्ते अष्टाध्यायीग्रन्थस्य प्रमुखलक्ष्यमस्ति ग्रन्थः लघु भवेत्. लघुत्वम् इस् द फस्ट् दिस् ओब्जेक्टिव् आफ् द महर्षि. बिकास् तस्य प्राक् अपि तत्र व्याकरणग्रन्थाः आसीत्, बट् देवर् इट् यूस् टु टेक् अ लाट् आफ् टैम् टु रीड् दोस् व्याकरणग्रन्थास्. देट् इस् वै हिस् मेन् ओब्जेक्टिव् वास् देट् ग्रन्थ शुड् बि लघु. इट् शुड् बि इट् वि शुड् अ पर्सन् अ स्टूडेण्ट् शुड् बि एबल् टु फिनिश् द ग्रन्थ इन् अ सम् स्पेसिफिक् टैम्. That is why, so laghutvam, granthasya laghutvam is the pramukh laksham. So, yaha sutra kramaha asti, tatra laghutva vichara adhari kritya, we know laghutvasya vishaya maharishina, anuvritti api tatra svikritam asti, adhikara sutra, sutram api sthapitam. So, adhikara sutra se prayojanam, laghutvam, granthasya laghutvam, आधारीकृत्य एव अस्ति. सेम् वे अनुवृत्तिः, यः सूत्रेषु यः अनुवृत्तिः भवति, सूत्रं लघु भवति चेत् ग्रन्थमपि लघु भवति. अतः लघुत्वम् इस् द प्रमुख लक्ष्यं ग्रन्थस्य, व्याकरणशास्त्रस्य, अष्टाध्यायीग्रन्थस्य. अतः यः सूत्रक्रमाङ्कः अस्ति, यः अत्र सूत्रक्रमः अस्ति, तत्र लघुत्वविचाराधारीकृत्य एव तादृशक्रमाङ्कः, तत्र तादृशसूत्राणाम् आयोजनम् अस्ति. सो तत्र बलाबलविषये अपि सूत्राणां क्रमाङ्कः आवश्यकम् अस्ति. बिकास् वी हेव् वि प्रतिषेधे परं कार्यं. सो यत्र द्वयोः सूत्रयोः समानबलम् अस्ति, वि प्रतिषेध मीन्स् बोथ् आर् इक्वलि केपेबल् टु एक्ट् upon in a step. So dvayoh sutrayoh saman balam asti chet, how will we decide? Astu yatra eka sutrasya adhik balam asti, anyat sutrasya nyun balam asti. We know that majority has authority, so whosoever sutra is adhik balwan, that will apply first. But now the vichara comes, द्वयोः सूत्रयोः समानबलम् अस्ति चेत् किं कुर्मः? वट् शुड् वै डू वेन् द बोध सूत्रास् आर् इक्वलि एप्लिकेबल्, दे आर् इक्वलि केपेबल्, हौ विल् वि डिसैड्? देन् महर्षि से विप्रतिषेधे परं कार्यं. मया यत् परं सूत्रं स्थापितं तदेव बलवत् अस्ति. देयर् वि सी द सूत्रसङ्ख्या. यः पूर्वसूत्रम् अस्ति तस्य न्यूनबलं भवति, यः अनन्तरं सूत्रम् अस्ति सः बलवत् भवति. सो भूयोग इति स्थित्यां यदा तत्र भूयोग आसीत् तादृशक्रमः अस्ति. इदानीम् अत्र सार्वधातुक् इति योजयामः वा सार्वधातुक अर्धधातुकयोः इति अनेन कार्यं कुर्मः वा इको यनचि इति अनेन कार्यं कुर्मः. इको यनचि इस् इन् द सेवेन्थ् अध्याय, सोरि इन् द सिक्स्थ् अध्याय, बिकास् स्वरसन्धिसूत्राणि तत्र षष्ठाध्याये सन्ति. सार्वधातुक अर्धधातुकयोः इस् इन् द सेवेन्थ् अध्याय. सो दिस् इस् पूर्वसूत्रं, दिस् इस् परसूत्रम्. महर्षि सेस् द्विप्रतिषेधे परं कार्यम्. यत्र द्वयोः सूत्रयोः समानबलम् अस्ति चेत् तत्र परसूत्रेण कार्यं करणीयम्. यु हेव् टु डू द कार्य विच् इस् बै देट् सूत्र विच् इस् गिवन् आफ्टर् यत् परम् अस्ति. सो वि डू द भू बिकम्स् बो, वि डू सार्वधातुक अर्धधातुक, वि डोण्ट् डू इको एनर्जि बिकास् अत्र द्वयोः सूत्रयोः समानबलम् अस्ति. So all this chintanam is mentioned in this karpatra. So katham tatra bala bala yatra dvayoho sutra yoho ekatra prapti asti vayam tatham tatra swayam to nirnayam na kartum shakyate. Okay, let me do this, I want to do this, I go. So there is a shastra behind it, there are niyamaha santi tatra. So tan niyamana adhari kriti eva karyam bhavati, not what we wish. Ataha सो ग्रन्थस्य प्रमुखलक्ष्यम् अस्ति लघुत्वं. लघुत्वम् आधारीकृत्य एव तत्र अनुवृत्तिः, अधिकारः, अपि च ग्रन्थानां क्रमाङ्कः, क्रमः अपि तत्र स्थापितमस्ति महर्षिणा. सो लाट् आफ् विचारः हेज़् बिन् पुट् फार् अरेञ्ज्मेण्ट् आफ् द सूत्रास्. इट् इस् नाट् देट् ही ओके लेट् मी अरेञ्ज् दिस् सूत्र हियर्, लेट् मी अरेञ्ज् देट् सूत्र हियर्, नो. सो देर् इस् अ सम्पूर्ण तत्र साफ्ट्वेर् अस्ति सूत्राणां, यः क्रमाङ्कः अत्र अस्ति. अग्रे अपि पठतु भगिनि अनुवृत्तिविषयः. ये अनुवृत्ति सर्वत्र अनुस्यूता इत्युक्ते किम्? अनुस्यूता इत्युक्ते इट् फालोस् एव्रिवेर्, इट् फालोस् सर्वत्र अनुसरति. अनुवृत्तिविषये अस्माकं परिचयस् तु जातः. अधुना सूत्राणां बलाबलप्रसङ्गे वक्तव्यम्. यदा किञ्चिन् पदं किञ्चिन् अपदं निर्मीयते अत्र चन चित् एण्ड् चन दीस् आर् टु बेसिकलि अव्ययास्. सो किञ्चन पदं निर्मीयते न तु अपदं. चन इस् द अव्ययम्. किञ्चन पदं निर्मीयते तदा निर्माणार्थं सोपानानि सन्ति. एकैकस्मिन् सोपाने कार्यं वर्तते. केन क्रमेण इदं सर्वं स्यात्, अपि च कस्मिंश्चित् अवसरे किं सूत्रम् आगत्य कार्यं कुर्यात् इति निर्णेतुं सूत्राणां बलाबलं भवति. एकस्मिन् समये द्वयोः सूत्रयोः प्रसक्तिः अथवा बहूनां सूत्राणां प्रसक्तिः, तर्हि तत्र कस्य सूत्रस्य अधिकारो भवेत्? अत्र एकः सिद्धान्तो वर्तते बलाबलं नाम्ना. बलाबलस्य निर्णयार्थं प्रमुखसूत्रद्वयं विद्यते, अपि च परिभाषाद्वयम्. इमे द्वे सूत्रे द्वे परिभाषे च अनुवृत्त्या सह सर्वक्रमं संवाहयन्ति. सो टु अण्डर्स्टाण्ड् द बलाबल, कस्य सूत्रस्य अधिकबलम् अस्ति, कस्य न्यूनबलम् अस्ति, फार् देट् वाट् वी हेव् टु रीड्, we have to read two sutras. Balabalasya nirnayartham pramukha sutra dvayam, सो टू सूत्रास् वी हेव् टु रीड् विशेषरूपेण अपि च परिभाषाद्वयं सो टु परिभाषास् प्लस् सो टु प्लस् टु मीन्स् फोर् सो वी हेव् टु अण्डर्स्टाण्ड् दीस् टु सूत्रास् एण्ड् वी हेव् टु अण्डर्स्टाण्ड् दीस् टु परिभाषास् देन् अनुवृत्ति वी आलरेडि नो देन् वी केन् अण्डर्स्टाण्ड् बलाबलचिन्तनम् सो वी हेव् टु रीड् दीस् फोर् थिङ्ग्स् if we understand these four things well then probably we can do the balabala chintana so because tatra bahutra pratyekasmin sopane kevalam ekameva sutrasya prasaktihi iti to na tatra bahutra tatra dvayam dvi adikanam sutranam kutrachitto dvi adikanam sutranam api prasaktihi bhavati परन्तु बहुत्र सूत्रद्वयस्य प्रसक्तिः एकत्र भवति सो तत्र द्वयोः सूत्रयोः मध्ये एकः सूत्रं बलवत् अस्ति केन सूत्रेण कार्यं प्रथमे भवति इति तत्र निर्णयार्थम् एव बलाबलचिन्तनमस्ति सूत्रयोः बलाबलम् सो यदा तत्र द्वयम् अधिक सूत्रस्य प्रसक्तिः अस्ति सपोज् वी हेव् अ suppose we have a chess pratiyogita in the chess pratiyogita we will have 10 candidates but tatra katham bhavati how do we decide who will be the winner we take 2 2 together to tathe vatra bhavati dvayoh dvayoh tatra sambandha asmabhi nirnetavyam so first we replace yada ekasya sutrasya tatra न्यूनबलं भवति सः सूत्रम् अपगच्छति देन् वी टेक् द थर्ड् सूत्र दिस् इस् हौ वी डू वित् द सूत्रास् आल्सो समानविश् तत्रापि चिन्तनं भवति सपोज् वी हेव् कस्मिंश्चित् सोपाने त्रयाणां सूत्राणां प्रसक्तिः वी विल् टेक् एनी टु सूत्रास् एण्ड् सी विच् इस् बलवत् बिट्वीन् दीस् टु देन् वी विल् टेक् द थर्ड् वन् सूत्र then decide between so tatra sarvada kim karniyam dvayoh sutriyoh madhye kah sambandhah utsarga padva purva para sambandhah va nitya nitya va antarang bahirang va tadrish adari kritya tatra chintanam bhavati antato gatva yat sutram tatra yasya sutrasya adhik balam asti ten sutrene eva tatra karyam bhavati How many karyas are there in the Vyakaran Shastri, Bhakti? Kati videyaha santi? Six. Teke? Kan? Viti, Paribhasha. Anna, I am only discussing about Vidhi. How many types of Vidhis do we have in the Vyakaran Shastri? That is the Sutra Vedaha. I'm asking about Vidhi. Trini. Ateshah, Agamah, Lopah. Haan, ityukte? Pratyasya Agamah, Athva Pratyasya. So, tatra, Agamah, Adeshah, Lopah, Pratyavidhi, Tadrish. Dvitvam api karyam asti. Dvitvam api karyam asti. So these are all the vidhis. So in the vidhi sutra, what will be mentioned over there? Pratyadeshah, then this kutrachit kasit varnasya sthane kim api binna adeshah. Lopaha api adesh rupi karyam asti. Lopa karyam asti. Kutrachit lopaha bhavati. Shnabhyastayu rataha iti sutrena. आकारस्य लोपः भवति सो तदपि आदेशः अस्ति आदेशरूपी कार्यमस्ति आगमरूपी कार्यमस्ति प्रत्यादेशः अस्ति प्रत्ययः मध्ये आयाति अपि च द्वित्वं भवति कुत्रचित् सम्प्रसारणं भवति सो आल् दीस् आर् विधीस् सो विधियार्थं तत्र सूत्राणि सन्ति अपि च तत्र नामकरणमपि एकदिशकार्यमेव अस्ति कस्यचित् कृते संज्ञा भवति चेत् संज्ञा अपि यद्यपि विधि नास्ति परन्तु संज्ञा अपि तत्र सो विधि यः विधिः उक्तम् अस्ति सूत्रे यत् विधि उक्तम् अस्ति तस्य निर्देशः प्रथमाविभक्त्यां भवति इसन्ट् इट् सो प्रथमाविभक्त्यां यत् पदमस्ति सः प्रायशः विधिविषये तत्र वदति सेम् वे यदा संज्ञा भवति तत्र अपि प्रथमायाम् एव निर्देशः कृतम् अस्ति सो विभक्ति आधारीकृत्य अपि वयं तत्र अवगन्तुं शक्यते आदेश उद्देशः कः विधि कः विधेयः कः विधिसूत्रेषु सो किमर्थम् एतत् विषयः आगच्छति मया न उक्तं सो दियर् आर् विधीस् प्रकृति धातोः अनन्तरं योजनीयं वा सो विधिसूत्रम् एव आवश्यकं भवति विधिसूत्रम् इस् द इम्पार्टेण्ट् सूत्रं येन किमपि परिवर्तनं तत्र सोपानेषु भवति सो विधिसूत्राणाम् अपि तत्र बलाबलचिन्तनं कः विधिः बलवत् किमपि कार्यं तस्य अधिकबलमस्ति सूत्रस्य अधिकबलमस्ति इति सर्वम् अस्मिन् करपत्रे दत्तमस्ति अतः बलाबलविषये प्रमुखसूत्रद्वयम् अपि च परिभाषाद्वयम् अवगच्छामः चेत् तत्र बलाबलस्य वयं तत्र प्रसङ्गः वयं अवगन्तुं शक्यते अस्तु इदानीं तत्र परिभाषा दत्तमस्ति मञ्जरी भगिनी कोऽपि अन्य पठितुम् इच्छति वा मञ्जरी भगिनी भवती पठतु फस्ट् बिन्दु प्रथमबिन्दु अस्ति महाभाष्यवाक्यम् अन्यत्रान्यत्र लब्धावकाशयोः एकत्र प्राप्तिः तुल्यबलविरोधः लब्धः अवकाशः यस्य तत् लब्धावकाशं सूत्रम् यदि द्वे सूत्रे स्तः ययोः द्वयोः अपि अन्यत्र क्वचित् कार्यं कर्तुम् अवकाशः अस्ति अपि च यदि इमे द्वे सूत्रे युगपत् एकस्मिन् स्थले कार्यं कर्तुम् आगच्छतः तर्हि इमे द्वे सूत्रे तुल्यबले इति उच्यते अपि च समानस्थले समानकाले कार्यं कर्तुं तयोः द्वयोः यः परस्परः सङ्घर्षः सः तुल्यबलविरोधः इति उच्यते महाभाष्यस्य वाक्यम् इत्युक्ते दिस् इस् अ परिभाषा सो महाभाष्ये तत्र परिभाषा तत्र सूत्राणि न सन्ति सो विषये वाक्यकारं वररुचिं सो वार्तिक् यः अस्ति वार्तिक् वाक्यरूपेण तत्र दत्तम् अस्ति वाक्यकारं वररुचि भाष्यकारं पतञ्जलि सो पतञ्जलि महर्षि इस् द भाष्यकार एण्ड् वट् एवर् ही हेस् सेड् दोस् आर् नोन् एस् परिभाषास् वी हेव् अ परिभाषासूत्रम् आल्सो इन् द अष्टाध्यायी बट् देट् इस् सेपरेट् सो दिस् इस् अ परिभाषा अन्यत्र अन्यत्र लब्ध अवकाशयोरेकत्र प्राप्तिः तुल्यबलविरोधः इस् अ परिभाषा वै डू ऐ से इट् इस् अ परिभाषा बिकास् इट् इस् द महाभाष्यस्य वाक्यम् अस्ति it is a vakyam given by Bhashyakar, who is Patanjali Maharishi. And Patanjali Maharishi has given us the paribhashas. So this is Mahabhashyasya vakyam. Anyatra, anyatra, labdhi. This is not as Panini Sutram. That is why we don't have a sankhya behind this. So it is a paribhasha, because it is Mahabhashya. Yaha grantha asti, Patanjali Maharishi, न विरचितं ग्रन्थं महाभाष्यं तस्मिन् एतत् वाक्यम् अस्ति तस्मिन् ग्रन्थे एतत् वाक्यम् अस्ति अन्यत्र अन्यत्र लब्धावकाशयोर् एकत्र प्राप्तिः एकप्तप्राप्तिस्तुल्यबलविरोधः सो ही इस् डिस्क्रैबिङ्ग् बेसिक्लि वट् इस् तुल्यबलविरोधः सो दिस् सेण्टेन्स् गिव्स् मी वट् इस् तुल्यबलविरोधः दिस् इस् वट् ही इस् एक्स्प्लेनिङ्ग् What is tulya bala virodha? Tulya bala virodha is anyatra anyatra labdha avakasha yor ekatra prapti is tulya bala virodha. Kim avgatam bhagni? वदतु एकवारम्. अत्र अन्यत्र अत्र इति परिभाषासूत्रमस्ति. तत् सूत्रं परिभाषासूत्रम् इति न वदामः, परिभाषासूत्रम् इस् डिफ्रेण्ट्. परिभाषा परिभाषा अस्ति, परिभाषा अस्ति. पश्यतु, यदि द्वे वार्तिके इदं वाक्यमस्ति, वार्तिकेन अस्ति. वार्तिकार् इस् वररुचि. वि डोण्ट् हेव् अ वार्तिग्रन्थः. तत्र वार्तिग्रन्थः नास्ति. वि डोण्ट् फैण्ड् अ वार्तिग्रन्थः. वररुचिना यत्किमपि वार्तिकानि दत्तानि, तत्र वि डोण्ट् हेव् अ ग्रन्थ फार् देट्. बिकास् पतञ्जलिमहर्षि केम् आफ्टर् वररुचि महर्षि, ही पायिण्टेड् औट् दोस् वार्तिकास्. देट् इस् वै वी हेव् अष्टाध्यायी ग्रन्थ, वी हेव् द अष्टाध्यायी, वी हेव् महाभाष्यवाक्यं, वी हेव् द महाभाष्यग्रन्थ. But we don't have the Vartikar's Granth. Pararuchi Maharishina yat Vartikani likhitani santi, we don't have that Granth. So where do we find the Vartikas? Because Patanjali Maharishi has pointed on the Vartikas as well as on the Sutras. Because he came after these two Maharishis. And there we find the Vartikas. So this is a Mahabhashya Vakyam. So this is a Paribhasha, which is said by Patanjali Maharishi. Kaha artha ha? Yadi dve sutre? Yadi dve sutre, Yugapat, ekasmin stale, karyam kartum agachata ha, tarhi dve sutre, tulya bale iti ucchate. Na. द्वयोर् यदि द्वे सूत्रे स्तः ययोः सूत्रयोः द्वयोरपि अन्यत्र क्वचित् कार्यं कर्तुम् अवकाशः अस्ति. सो वी हेव् टु सूत्रास्. We have this sutra and we have this sutra. So this sutra has it does karya over here. Suppose you think that this is the karyakshetram, this much field, and maybe this sutra has bigger karyakshetram. So this sutra will do karya over here and this sutra will do karya over here. सो द्वयोः सूत्रयोः क्वचित् कार्यं कर्तुम् अवकाशः अस्ति. दिस् सो दिस् सूत्र विल् डू कार्य वेन् दिस् टैप् आफ् कण्डिशन्स् आर् देयर् एण्ड् दिस् सूत्र विल् डू कार्यं वेन् दीस् टैप् आफ् कण्डिशन्स् आर् देयर् बट् नौ सो हियर् वि डोण्ट् कम्पेर् बिट्वीन् दीस् टू सूत्रास् वै बिकास् अस्य कृते भिन्नकार्यक्षेत्रम् अस्य कृते भिन्नकार्यक्षेत्रम् बट् वाट् हेपन्स् समटैम्स् देट् देर् इस् अ मिडल् कार्यक्षेत्रम् एतस्य सूत्रस्यापि अत्र प्रसक्तिः भवति एण्ड् दिस् सूत्र आल्सो कम्स् एण्ड् सेज़् ऐ विल् आल्सो डु कार्य ओवर् हियर् सो दिस् मच् पार्ट् इस् समान् फार् दीस् टु सूत्रास् दिस् मच् पार्ट् यत्र कोलिजन् भवति. सो नौ नौ वेन् दिस् टैप् आफ् कण्डिशन् कम्स् हौ विल् वि डिसैड् वेदर् वी शुड् डू द कार्य बै दिस् सूत्र और् बै दिस् सूत्र. सो द्वयोः सूत्रयोः कृते स्वतन्त्रतया अत्र लब्धावकाशः अस्ति. एतस्य सूत्रस्य कृते अपि क्वचित् लब्ध अवकाशः अस्ति. इट् केन् डू कार्य हियर् इण्डिपेण्डेण्ट्लि. तत्र कोऽपि क्लेशः नास्ति. सेम् वे फार् दिस् सूत्र, इट् हेस् द कार्यक्षेत्र अदर् देन् दिस् बोल्ड् पार्ट्. सो इट् केन् डू कार्य हियर् आल्सो. सो तदेव उक्तमस्ति. द्वयोरपि अन्यत्र क्वचित् कार्यं कर्तुम् अवकाशः अस्ति. देर् इस् एन् अवसर, देर् इस् अ पासिबिलिटि फार् दिस् सूत्र टु डू कार्य इन् दिस् दिस् एरिया. सेम् वे फार् दिस् सूत्र इट् केन् डू कार्य ओवर् हियर्. नौ द्वयोः कुत्रचित् एकत्र प्राप्तिः अपि अस्ति. बोध् दीस् कोलैड् सम्वेर् एण्ड् यत्र द्वयोः प्रसक्तिः एकत्र भवति. Those two are known as tulyabal sutre. Sutre tulyabale tuchyate. Then we call that sutra. The sutras have tulya means saman balam. Dvayoho sutra yoho saman balam asti. When I said this is the sutra and the another sutra sampurnataya tasya karyakshetram is inside this sutra, bigger sutra. So where mama kari kshetram so here we don't, these two sutras do not have a tulya bala. Lagu sutra se nyuna balam asti, brahat sutra se adhika balam, sorry not balam, kshetram adhikam asti. It has a bigger area, but this sutra comes inside this only. Atra sutre tulyabale nastaha. These two do not have a tulyabala. Tulyabala is dvayoho anyatra anyatra swatantrataya kutrachit labdavakashah asti. Idani mekatra praptihi asti. Then only we say sutra dvaye sutre tulyabale, anyatha vayam na avgantum shakyate. So dvayoh sutrayoh anyatra anyatra swatantrataya kutruchit karyam kartum avakashah asti. Idanim kasminchit sopane dvayoh ekatra praptihi bhavati, tada tatra kim bhavati. So this will pull the rope here, this will one, the other sutra will pull the rope there. So suppose we have this type of situation. Sutra sikrite atrato swatantrataya labdha, here no other sutra collides. So this sutra will do karya swatantrataya atra. Same way this sutra will do karya here swatantrataya. But when this condition comes, where dvayoh sutra yoh ekatr prapti hi asti, what will these two sutras do? This will say, I have more power, and this will say, I have more power. So tatra kim bhavati? Sangarshah bhavati. They fight between, for this particular area. Tadeva asti virodaha. So tatra dvayoh sutra yoh kutrachit virodaha api bhavati. यत्र विरोधः नास्ति तत्र तुल्यबलचिन्तनम् अपि न भवति. सो इट् हेज़् अ सपरेट् कार्यक्षेत्रम्, इट् विल् डू कार्य ओवर् देयर्. बट् नौ वै इस् देयर् विरोध? बिकास् बोथ् हेव् इक्वल् पावर्. सो द्वयोः कृते अन्यत्र अन्यत्र लब्धावकाशः अस्ति, इदानीम् एकत्र प्राप्तिः अस्ति. दीस् टू हेव् तुल्यबल एण्ड् तुल्यबल अस्ति चेदेव विरोधः भवति. यत्र तुल्यबल नास्ति, वै शुड् द स्माल् सूत्र फैट्? सो महर्षि सेज् दट् अदर् इफ् यु डू नाट् डू कार्य बै दिस् स्माल् सूत्र, देन् दिस् इस् वेस्ट्लेस् सूत्र, तो वेस्ट्लेस् भवति. अतः निरवकाशत्वम् अपवादस्य बलम्. सो हियर् दे हेव् द अवकाश, they can do karya anyatra. If suppose sutra 2 is not doing karya over here, but it is applicable these everywhere else, na, other than this particular area. So this will never become niravakasha, it will never become waste, because it has karya over here, independent karya. So here we don't say the apvad sambandh, apvad sutra must, we say sutre tulya bale. सो यत्र सूत्रे तुल्यबले तत्र विरोधः भवति, एण्ड् देन् सम् सूत्र विल् वर्क् ओवर् देयर्. वी आर् ओन्ली अण्डर्स्टाण्डिङ्ग् वाट् इस् तुल्यबलविरोधः. तुल्यबलविरोधः इत्युक्ते द्वयोः सूत्रयोः कार्यं कर्तुम् अन्यत्र अवकाशः अस्ति, इदानीम् एकत्र प्राप्तिः अपि अस्ति, तदा द्वयोः तुल्यबलविरोधः, द्वयोः मध्ये तत्र सङ्घर्षः भवति, तस्य नाम एव, तस्य सङ्घर्षस्य नाम एव तुल्यबलविरोधः. That is what we call as tulya bala virodha. We have not decided which will be powerful yet. We don't know which will be powerful. We have only understood that dvayoh madhye tatra sangarshah asti. Tasya sangarsha, that type of situation is known as tulya bala virodha. This is what is tulya bala virodha. We don't know which will become powerful yet. We don't know about that. We only know that here we have a sangarsha, because both are equally powerful and both have a saman karyakshetram, atah tasya nama eva tulya bala virodah. Avagatam va bhagini? So tulya bala virodam, tulya bala virodah ityukte kim? Yatra dvayoh sutrayoh anyatra anyatra svatantrataya karyam kartum avakashah asti, कस्मिंचित् सोपाने युगपत् प्राप्तिः अस्ति, एकत्र प्राप्तिः अस्ति, ते सूत्रे तुल्यबले इति उच्यते. तदा किं भवति? द्वयोः मध्ये सङ्घर्षः भवति, तस्य नाम एव तुल्यबलविरोधः. देट् इस् वाट् इस् अन्यत्र अन्यत्र लब्ध अवकाशयोः एकत्र प्राप्तिः is tulya bala virodha. This paribhasha only explains what is tulya bala virodha. It does not say which will be powerful. It only says, this paribhasha only says what is tulya bala virodha. Tavateva vadati. Idanim tu samaya mahavat 8:35. Punaha etasya vishaye punaha vicharah anyasmin varge kurmaha, parantu भवतः अपि एतत् पठतु एकवारं. धन्यवादः. अत्र स्थगामः. पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्छते, पूर्णस्य पूर्णमादाय पूर्णमेव अवशिष्यते. ॐ शान्तिशान्तिशान्तिः. हरिः ओं श्रीगुरुभ्यो नमः. धन्यवादः. नमस्कारः. धन्यवादः. नमस्कारः.